नमस्ते. अद्य अपि अदादिगणे अजन्तदातवः इति विषयः प्रवर्तमानः अस्ति. तर्हि महोदय शीङ् धातोः विषये किञ्चित् योजितवान्, तर्हि प्रायः तत् पठामः. प्रकृतौ शीलोपिति अस्ति रामप्रियभगिनी पठति वा? आम् गर्ह तर्हि इति आरभ्य वा? तर्हि प्रश्नः आगतः आसीत् इति वा? अत्र अदा शीङ् धातोः खलु भगिनि? आम् शीङ् योगः लट् ह्यः तु प्रकृतौ शी ततः आरभ्य पठितवन्तः खलु. प्रकृतौ एकनिमिषं महोदय म्यूट् एव करोति वा? न न महोदय तावत् नास्ति, किञ्चित् सम्भाषणं कुर्मः तस्मिन् समये क्लेशः वर्तते. धन्यवादः. प्रकृतौ शीयोगः लोट् शीयोगः ऐ इति स्थितौ सार्वधातुक आर्धधातुकयोः शीङ्गः सार्वधातुके गुणः इत्यनयोः प्रसक्तिः एकत्र भवति. इत्युक्तौ एकत्र प्राप्तिः सार्वधातुक आर्धधातुकयोः इति औत्सर्गिकशास्त्रम् अतः प्रथमतया आयाति नाम प्रक्रियायाः प्रतिपादनार्थं प्रथमतया प्रदर्श्यते. तदा शीङ्गः सार्वधातुके गुणः इत्यस्य प्रतिपदोक्तत्वात् बलवत्त्वम्. शीङ्गः सार्वधातुके गुणः इति सूत्रम् अस्य कृते एव निर्मितम् इति कृत्वा अस्य अधिकारः शी योगः ऐ शीङ्गः सार्वधातुके गुणः शे योगः ऐ प्रतिपदोक्तत्वम् अन्तरङ्गस्य क्षेत्रे प्रतीतम् अपवादस्य प्रसङ्गः नास्ति. एतत् शीङ्गः विषये शीङ् धातुविषये शीयोगः लोट् इति अस्ति चेत् प्रथमतया सार्वधातुक अर्धधातुकयोः इति सूत्रम् औत्सर्गिकशास्त्रम् इति प्रथमतया तत् आगच्छति. अनन्तरं शीङ्गः सार्वधातुके गुणः इति सूत्रम् आगत्य कार्यं करोति. अत्र शीङ्गः द्वयोः एकत्र प्राप्तिः अस्ति, परन्तु शीङ्गः सार्वधातुके गुणः इति सूत्रस्य प्रतिपदोक्तत्वात् बलम् अधिकम् अस्ति. शीङ्गः सार्वधातुके गुणः इति अस्य अधिकारः इति सूत्रं शीङ्गः इति धातोः विषये एव इति कारणात् तस्य अधिकारः अस्ति. शीयोगः ऐ इति अस्मिन् स्थितौ शीङ्गः सार्वधातुके गुणः इति सूत्रम् आगत्य शेयोगः ऐ इति ईकारस्य स्थाने एकारः गुणः भवति. प्रतिपदोक्तत्वम् अन्तरङ्गस्य क्षेत्रे इति तत्र वयं पठितवन्तः. अपवादस्य प्रसङ्गः अत्र नास्ति द्वयोः सूत्रयोः मध्ये. पूर्वं महोदयेन प्रतिपादितमासीत् अपवादः भवेत् इति कृत्वा प्रतिपादितमासीत्, किन्तु अस्माकं वयम् एतदेव चिन्तितवन्तः. अपवादमपि वयं चिन्तितवन्तः, किन्तु प्रतिपदोक्तत्वम् इत्यपि अस्माभिः चिन्तितमासीत्. अस्माकं प्रश्नः अत्र नास्ति खलु. अन्यत्र अन्विष्य महोदय पुनः परिशीलितवान्. धन्यवादः महोदय. भगिनि, शीयोगः लट् शीयोगः ते अत्रापि सार्वधातुक आर्धधातुकयोः शीङ्गः सार्वधातुके गुणः इत्यनयोः एकत्र प्राप्तिः. अत्रापि च सार्वधातुक आर्धधातुकयोः इत्यस्य उत्सर्गकत्वात् प्रथमं प्रदर्श्यते शीयोगः ते सार्वधातुक आर्धधातुकयोः. अत्र अपित्वात् किनिति च इत्यनेन गुणनिषेधः. यदा गुणः निषिद्धः तदा सिंहः सार्वधातुके गुणः इत्यस्य प्रसक्तिः. कस्य बलेन तस्य कार्यं भवति? अन्यत्र लब्धावकाशत्वं नास्ति, नाम निरवकाशत्वं सिद्धम् इति वक्तुं न शक्यते. यतोहि लोटि प्राप्तिः जाता इति अधुनैव प्रदर्शितम्। निरवकाशत्वस्य अभावात् अत्रापि अपवादस्य प्रसङ्गो न। प्रतिपदोक्तत्वात् एव विशिष्टत्वात् एव शिङ्गः सार्वधातुके गौणः इत्यस्य प्राप्तिः। ध्येयं यत् क्निति च प्रति सिंहः सार्वधातुके गुणः परशास्त्रं, किन्तु द्वयोः एकत्र प्राप्तिः नास्ति इत्यस्मात् तुल्यबलविरोधो नास्ति। तदर्थं विप्रतिषेधे परं कार्यम् इत्यस्य प्रसक्तिः नास्ति। प्रतिपदोक्तत्वादेव शीयोगः ते शिङ्गः सार्वधातुके गुणः शेयोगः ते शेते। अत्र पुनः इदानीं इतः पूर्वं लोट् विषये वयं दृष्टवन्तः, इदानीं लटि किं भवति इति। शीयोगः ते अत्र प्रथमपुरुष एकवचने, ते तु अत्र यद्यपि सार्वधातुकप्रत्ययः अस्ति, सार्वधातुकमपित् इत्यनेन क्निति च णित्वद् भूत्वा क्निति च इत्यनेन गुणनिषेधः भवति। परन्तु इदानीम् अत्र सार्वधातुक अर्धधातुकयोः शिङ्गः सार्वधातुके गुणः द्वयोः एकत्र प्राप्तिः। प्रथमं सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः भवति किमर्थं चेत् औत्सर्गकशास्त्र प्रक्रिया तु तथा अस्ति, यत् सामान्यसूत्रमस्ति तस्य कार्यं प्रथमं भवेत् इति, अतः तस्य प्रसक्तिः एव प्रथमं प्रदर्श्यते। शीयोगः ते सार्वधातुक अर्धधातुकयोः, इदानीम् अत्र ते इति अपित्वं सार्वधातुकम् अपित् अतः णित्वत् णिति च इत्यनेन गुणनिषेधः। यदा गुणनिषेधः भवति तदा शिङ्गः सार्वधातुके गुणः इत्यस्य प्रसक्तिः आगच्छति। इदानीम् अत्र प्रश्नः उदेति कस्य बलेन शिङ्गः सार्वधातुके गुणः इत्यस्य कार्यं भवति इति। किमर्थं चेत् अत्र प्रश्नः उदेति क्निति च शिङ्गः सार्वधातुके गुणः द्वयोः अत्र कोऽपि सङ्घर्षः अस्ति वा न वा इति। इदानीं तु अत्र शिङ्गः सार्वधातुके गुणः इत्यस्य प्रसक्तेः अत्र तस्य अवकाशः तु पूर्वमेव वयं दृष्टवन्तः, अत्र लोटि इदानीमेव प्रदर्शितमस्ति। अतः निरवकाशत्वम् इति कारणेन सिंहः सार्वधातुके गुणः इत्यस्य सूत्रस्य सिद्धत्वं भवति इति तु न वक्तुं शक्नुमः। निरवकाशस्य अभावात् अपि अत्र अपवादस्य प्रसक्तिः भवति वा न वा इति चर्चा आगच्छति। अत्र तस्मिन् विषये अपि अत्र अपवादस्य प्रसङ्गः तु न भवति, किमर्थं चेत् अत्र पुनः यथा वयं पूर्वमेव दृष्टवन्तः शिङ्गः सार्वधातुके गुणः इति तु प्रतिपदोक्तत्वात् एव अत्र शिङ्गः इत्यस्य धातुविषये शिङ्गः सार्वधातुके गुणः इत्यस्य प्राप्तिः भवति। अतः अत्र क्निति च शिङ्गः सार्वधातुके गुणः द्वयोः अत्र एकत्र प्राप्तिः तु न भवति। यदा क्निति च इत्यनेन गुणनिषेधः भवति तदनन्तरमेव शिङ्गः सार्वधातुके गुणः इत्यस्य प्रसक्तिः आगच्छति। अतः प्रथमं सार्वधातुक अर्धधातुकयोः, अनन्तरम् अपित्वात् क्निति च, तदनन्तरं गुणनिषेधः। यदा गुणनिषेधः भवति तदा शिङ्गः सार्वधातुके गुणः इत्यस्य कार्यं भवति। अतः अत्र अपवादत्वे शिङ्गः सार्वधातुके गुणः इत्यस्य प्रसक्तिः न भवति, किमर्थं चेत् अत्र निरवकाशत्वं तु नास्ति एव। द्वितीयमस्ति अत्र यद्यपि शिङ्गः सार्वधातुके परसूत्रम् अस्ति क्निति च इत्यस्य प्रति तथापि अत्र सिंहः सार्वधातुके गुणः इत्यस्य कार्यं प्रतिपदोक्तत्वस्य बलेन एव भवति न तु अन्यथा. प्रायः म्यूट् मध्ये अस्ति. महोदय, पठामि. सारी महोदय, यत्र विधिः भवति तदा निषेधो भवति, तदा पुनः विधिः. अस्य नामकरणं प्रतिपदस्व इति उच्यते. अनेन इति च इति सूत्रस्य अर्थसङ्ग सोरि अर्थसङ्केव च अपि वक्तुं शक्यते. निति इति निति प्रत्यये परे तत्पूर्वस्य इकः गुणः वृद्धिः च निषिद्धः. सिंहसार्धगुणः इत्यस्य स्थलं वर्जित्वा अयं सिद्धान्त अत्र प्रातिपदोक्तस्य समर्थनं करोति. अत्र सिंहधातुको गुणः भवति इति विधिः भवति इति उक्तम् अत्र. विधिः इत्युक्ते गुणकार्यं, वृद्धिकार्यम्, एतादृशकार्याणि यत्र भवति तस्य नाम विधिः इति वदामः. तर्हि अत्र अत्र यदा वयं सार्वधातुकयोः सार्वधातुक अर्धातुकयोः इत्यनेन गुणकार्यस्य विधिः विधीयते. अनन्तरं किं भवति, निति च सार्वधातुकम् अपित् इत्यनेन अपित्तद्भवति. अनन्तरं निति च इत्यनेन गुणः निषिध्यते, तदपि विधिः विधिः निषेधः भवति. अनन्तरं पुनः विधिः विधीयते, शिनः सार्वधातुके गुणः इत्यनेन पुनः विधीयति. तर्हि तादृशं यत्र भवति तस्य नाम प्रतिप्रस्तवः इति नामकरणं भवति. पूर्वं विधिः, अनन्तरं केनापि अन्यसूत्रेण निषिद्धः भवति, अनन्तरं पुनः अन्य भिन्नसूत्रेण विधीयते, तस्य प्रतिप्रस्तवः इति. तर्हि अत्र किमित्युक्ते, तर्हि तर्हि यत्र नितीश इत्यस्य अर्थसङ्कोचः इत्युक्ते सारांशः इत्युक्ते निरीक्ष सर्वत्र तस्य प्रसक्तिः अस्ति, शिङः सार्वधातुके गुणः इति स्थलं वर्धयति. अन्यत्र सर्वत्र प्रसक्तिः अस्ति, यत्र जीति किति इति प्रत्यये परे इकवर्णः अस्ति चेत् तस्य गुणकार्यं विद्धिकार्यं च निषिद्धं भवति इति. सर्वत्र कार्यं भवति, शिङः सार्वधातुके गुणः इति स्थलम् एव वर्धयित्वा इति सारांशः. अत्र किमर्थं शिङः सार्वधातुके गुणः इति स्थले किमर्थं निति चेत् प्रसक्ति नास्ति इत्यस्य उत्तरम् अस्ति प्रतिपदोक्तत्वम् इत्यनेन. किमर्थम् इत्युक्ते तस्य स्थले यत्र शिङः शिङ् धातुः अस्ति चेत् तस्मात् परे किति इति अपि प्रत्ययः आयाति, तत्र तु प्रतिपदोक्तस्य एव कार्यं भवति. करोति, कार्यं करोति. धन्यवादः महोदय, धन्यवादः महोदय. देयं यत् सिंहसार्वधातुके गुणः इत्यस्य प्रसक्तिः सार्वधातुकप्रत्ययः परे एव, अतः च अस्य कार्यं नास्ति. तत्र उभयत्र अचोन्यति इत्येन वृद्धिः सायति सायकः इति सार्वधातुको इत्यस्य गुणः प्रसक्तिः प्रसक्तिः सार्वधातुक प्रत्ययपरे एव नास्ति. सार्वदात्तके गुणः इति विशिष्टसूत्रम् अतः नीति च अस्ति कार्यं नास्ति अत्र न जानामि अहं मे अर्थः न जानामि कानिचन प्रत्ययः सन्ति निच् प्रत्ययः इति वदामः प्रेरणार्थे निच् इति भवति निच् मूल् प्रत्ययः अत्र अक अक इति भवति नायकः नायकः आदर्शः मूल् अस्ति चेत् अस्ति चेत् शासनकृते किमर्थम् इत्युक्ते निच् मूल् तादृशप्रत्ययाः तु आर्धदातुकप्रत्ययाः सन्ति तर्हि तत्र तु एतत् कार्यं न सम्भवति अस्य सूत्रस्य प्रसक्तिः नास्ति तत्र किं भवति यत्र निच् अस्ति नूळ् अपि नित् अस्ति तर्हि अचो नित् इत्यनेन तत्र वृद्धिः भवति यत्र यत्र आरोधातुकप्रत्ययस्य यत्र नकारस्य इत्युक्त्वा नकारस्य इति भवति चेत् तत्र तत्र वृद्धिः भवति उदाहरणार्थं निच्चि नूलि निच् इत्यस्य शायति इति भवति नुल् इत्यस्य सहायकः इति भवति शौ इति आयाति अनन्तरं शि इत्यस्य शौ इति भवति बन्धिः भूत्वा अनन्तरम् एचोयवायावः इत्यनेन आय आदेशः भवति तर्हि शाय् इति भवति सहायकः शायति इति रूपम् धन्यवादः धन्यवादः महोदय भगिनी पुनः पठति वा आम् उकारान्तदातवः ऊकारान्तदातवः च चतुर्दश दातवः कु तुक्षु क्षुणु नु द्युय यु षु ष्णु ऊर्णु रु णुङ् ष्टुञ् ब्रुञ् षूड् प्रथमं सामान्य उकारान्तदातवः नवदातवः कु तुक्षु क्ष्णु नु द्युय व्यूषूष्णु ह्नुङ् प्रथमबिन्दु हलादिपित्सु उतो वृद्धिर्लुकि हलि इत्यनेन वृद्धिः यू योगति यकारः योगः उकारः योगति यौति इति भवति अजादिपित्सु गुणः अवादेशः एचोयवायावः यू योगः आनि यो योगः आनि यै यकारः एचोयवायवः इति सूत्रेण ओकारस्य स्थाने अव आदेशः यकारः अव् आनि यवानि हलादि अपित्सु गुणनिषेधः निति च इति सूत्रेण यू योगः तः वर्णमेलनमेव युतः अजादि अपित्सु तत्रापि निति च इति सूत्रेण गुणनिषेधः अत्र तु अतिष्णु धातु भवान् गो लियङ् वङ्गौ इति सूत्रेण उवङ् आदेशः भवति यू योगः अन्ति अत्र युवन्ति इति रूपं निष्पन्नं सूत्रं पठामि भगिनि उतो वृद्धिर्लुकि हलि लुकः विषये अनभ्यस्तस्य उदन्ताङ्गस्य वृद्धिः हलादिपित् सार्वधातुकप्रत्यये परे येन विधिस्तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः न तु केवलम् उकाररूपी अङ्गम् अलोन्त्यस्य इत्यनेन अङ्गान्तस्य उकारस्य स्थाने वृद्धिः आदेशः उतः षष्ट्यन्तं वृद्धिः प्रथमान्तं लुकि सप्तमयन्तं हलि सप्तमयन्तम् अनेकपदम् इदं सूत्रम् नाभ्यस्ता याचि पिति सार्वधातुके इत्यस्मात् न अभ्यस्तस्य पिति सार्वधातुके इत्येषाम् अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् उतः अङ्गस्य वृद्धिः लुकि हलि पिति सार्वधातुके न अभ्यस्तस्य सूत्रस्य अर्थः अस्ति यदा लुकः विषये इदानीं तु अदादिगणे यत्र लुक् भवति अधिप्रभृतिभ्यः शप् इति सूत्रेण लुक् भवति तत् विषये अनभ्यस्तस्य इत्युक्ते न अभ्यस्तं यत्र न अभ्यस्तसंज्ञा न अस्ति तत्र उदान्त अङ्गस्य उकाररूपि अङ्गस्य न केवलम् उकाररूपि अङ्गं यस्य अन्ते उकारः अस्ति इति तद् अङ्गस्य वृद्धिः भवति यदा हलादिपि सार्वधातुकप्रत्ययः परः अस्ति चेत् तस्य उतः अङ्गस्य वृद्धिः भवति इति अत्र सार्वधातुकयोः इत्यस्य प्रसक्तिः अस्ति अस्ति वा तद् आम् युयोगः ति उकारः अस्ति इक् वर्णः आम् परन्तु तद् प्रबाद्य एव अस्य कार्यम् अस्ति अत्र किल तदेव पश्यन् सूत्रसङ्ख्या परन्तु अदादिगणे वयं बहुत्र वयम् एतद् उकारान्तधातूनां विषये दृष्टवन्तः किमर्थम् एतत् सूत्रम् अधुना एव पश्यामः प्रथमतया किमर्थम् एतावत्पर्यन्तम् एतत् सूत्रम् अस्माभिः न दृष्टं खलु न न प्रथमवारमेव लुकः विषये इति अस्ति अगादिगणे सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः भवति वा सप्तम अध्ये तृतीयपादे सार्वधातुक अर्धधातुको इति चतुरशीतिः तमसूत्रम् भगिनि चतुरशीतिः अस्ति सप्तमाध्याये तृतीयपादे चतुरशीति तर्हि परसूत्रम् इति अस्माकं परसूत्रम् अपि अस्ति अनन्तरं किं किम् अस्ति लुकः विषये इति अस्ति इति कारणात् अदादिगणे कार्यक्षेत्रं न्यूनं तस्य प्रसक्तिः प्रभादि आयाति अत्र कार्यं न करोति चेत् अन्यत्र निरवकाशं भवति अपवादः लुकि इति अस्ति हलन्त हलीप् इति अपि अस्ति किल अस्तु महोदय आं भगिनि अत्र इदानीम् अस्मिन् प्रसङ्गे वयं न वक्तुं शक्नुमः वा भगिनि एतत् सूत्रं प्रतिपदोक्तत्वबलेन कार्यं करोति इति किमर्थं तथा न वक्तुं शक्नुमः खलु साक्षात् प्रतिपदं नास्ति खलु एतस्य नाम नास्ति खलु अवृद्धि इति नाम लुकि इत्यपि नाम नास्ति सामूहिक नाम अस्ति न तु किमपि कस्यापि धातोः नाम नास्ति धातुः नास्ति अतः धन्यवादः भगिनि इदानीम् अत्र उदाहरणरूपेण यथोदाहरणं यु योगः ति अत्र लट् प्रथमपुरुषे एकवचने कर्त्रार्थे सार्वधातुकप्रत्ययपरे प्रथमं कर्तरि शप् अतः यु योगः शप् योगः ति शपः लुक् अधिप्रभृतिभ्यः शपः इत्यनेन अतः यु योगः ति इदानीम् अत्र उतो वृद्धिर्लुकि हलि इत्यनेन उकारस्य वृद्धिः भूत्वा य योगः औ योगः ति यौति इति रूपं निष्पन्नं भवति अत्र इदानीं यथा भगिनी उक्तवती अत्र अदादिगणे आदिप्रभृतिभ्यः शपः इत्यनेन यः कर्तरि शप् आयाति तस्य लुक् भवति अतः अत्र उतो वृद्धिर्लुकि हलि इत्यस्य प्रसक्तिः किमर्थं चेत् ति इति सार्वधातुकप्रत्ययः अस्ति हलादिप्रत्ययः अपि अस्ति अपि च सार्वधातुकप्रत्ययः अपि अस्ति अतः अत्र शपः लुक् अपि अभवत् इदानीमेव अतः पुनः अत्र यु इति उकारान्त अङ्गम् अस्ति अतः उतो वृद्धिर्लुकि हलि इत्यस्य प्रसक्तिः अतः उकारस्य वृद्धिः भूत्वा औ भवति यौति इति रूपं निष्पन्नं भवति अतः लटि लटि रूपाणि वदामि वा भगिनि इदानीं अत्र इदानीं प्रथमम् अत्र तीतः अन्ति परस्मैपदे धातुः अस्ति इदानीमेव वयं पुनः वदामि अत्र यु योगः ति अस्ति अत्र इदानीम् उतोवृद्धिर्लुकि हलि इत्यस्य प्रसङ्गः अपवादत्वबलेन अतः उकारस्य गुणः भूत्वा वृद्धिः भूत्वा औ यौति इति रूपं निष्पन्नं भवति तः इति हलादि अपि तस्ति सार्वधातुक अर्धधातुकयोः सार्वधातुकमपि नित्वत् भूत्वा नितिच इत्यनेन गुणनिषेधः भवति अतः युतः इति रूपं निष्पन्नं भवति यु योगः अन्ति अन्ति तु अजादि अपि तस्ति पुनः गुणनिषेधः यथा वयम् इदानीमेव दृष्टवन्तः तदेव क्रमः अनन्तरं गुणनिषेधस्य अनन्तरम् अत्र इदानीं धातोः अन्ते उकारः अस्ति अनन्तरं प्रत्यय अजादि प्रत्ययः अस्ति अतः अचिष्णु धातुभ्रुवां युवोर्यङ्गुवङ्गौ इत्यस्य प्रसक्तिः अतः इदानीम् अत्र उकारस्य उवङ्गादेशः अतः युवन्ति इति रूपं निष्पन्नं भवति अत्र प्रथमं तु युको एनचि इत्यस्य प्रसक्तिः अपि अस्ति परन्तु तत् सूत्रं प्रभाद्य सार्वधातुकार्धधातुकयोः तथा क्रमः भवति अत्र आहत्य प्रथमपुरुष एक प्रथमपुरुष लट् रूपाणि यौति युतः युवन्ति मध्यमपुरुषे शीतः त इति रूपं भवति इदानीं यु योगः शि हलादि पित् अस्ति अत्र उतोवृत्तिः लुकि हलि इति सूत्रं कार्यं करोति अतः यु योगः शि यु वृद्धि भवति यौ इति रूपं भवति अनन्तरं शि यौ शि इति तदेव आदेशे प्रत्ययोः इत्यस्य सूत्रेण आपदन्तस्य शकारः भवति सो यौषि इति रूपं भवति द्विवचने यु योगः तः हलादि अपित् निति च सूत्रेण गुणनिषेधः यु योगः तः युतः अनन्तरं बहुवचने तः त तदैव युत इति भवतु आहत्य यौषि युतः युत इति रूपाणि भवन्ति महोदय धन्यवादः उत्तमपुरुष एकवचनं मी अस्ति यु योगः मी तु हलादि अस्ति पित् अस्ति अतः उतो वृद्धिर्लुकि हलि इति सूत्रेण वृद्धिः भवति यु यौ भवति यौ मि इति रूपम् अनन्तरं वः मः हलादि अस्ति अप्तित् अस्ति गुणनिषेधः इति च इति सूत्रेण केवलं वर्णमेलनं युवः युमः यौ मि युवः युमः लोट्लकारे प्रथमपुरुष एकवचनं तु तात् इति अस्ति तु हलादि अस्ति पित् अस्ति उतो वृद्धिर्लुकि हलि इति सूत्रस्य प्रसक्तिः अस्ति यु यौ भवति यौ तु तातङ्ग् ङित्वत् अस्ति गुणनिषेधः यु तात् ताम् हलादि अपि गुणनिषेधः यु ताम् अन्तु अजादि अस्ति अपित् अस्ति अत्रापि गुणनिषेधः अनन्तरम् अचिष्णु धातु ब्रुवां युवोर् यङ् वङ्गौ इति सूत्रेण उवङ्ग् आदेशः भवति यु योगः अन्तु युवन्तु धन्यवादः मणिमहोदय रिवर्स् महोदय मध्यमपुरुषे हि तात् तं त युयोः हि हलादि अपित् गुणनिषेधः अतः मेलनमेव युयोः हि युहि तदेव युतात् अनन्तरं द्विवचने अपि युतं युत इति रूपाणि भवन्ति महोदय धन्यवादः इदानीम् अत्र लोट्लकारस्य उत्तमोपदेश रूपाणि सिद्धतिङ्प्रत्ययाः आनि आव आम युयोगः आनि अत्र अजादि पित् अस्ति अजादि पित् कारणतः अत्र सार्वधातुक आर्धधातुकयोः इत्यस्य प्रसक्तिः तस्य कार्यमपि भवति इदानीम् अत्र उतो वृद्धिर्लुकि हलि इत्यस्य प्रसक्तिः एव न भवति किमर्थं चेत् अत्र आनि इति अजादि अस्ति उतो वृद्धिर्लुकि हलि तु हलादि पित् प्रत्यय कृते एव कार्यं करोति अतः सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः यु इत्यस्य उकारस्य गुणः भूत्वा ओकारः अनन्तरं एचोय वायावः इत्यनेन ओकारस्य अवादेशः अतः यवानि इति रूपं निष्पन्नं भवति तथा एव यवाव यवाम इदानीं लङ्लकारः सिद्धतिं प्रत्ययः प्रथमपुरुषे त ताम् अन् प्रथमम् अत्र लुङ् लङ् लृङ् ष्वडुदात्त इत्यनेन अडागमः अयोगः यु योगः त अत्र यु योगः त अत्र त इति हलादि पित् अस्ति अतः अत्र अपवादत्वेन उतो वृद्धिर्लुकि हलि इत्यस्य कार्यम् अतः उकारस्य वृद्धिः भूत्वा औ भवति अतः यौ अयोगः यौ योगः त अयौ प्रथमम् अनन्तरं त अत्र वर्णमेलनं अयौ त इति रूपं निष्पन्नं भवति अयौत् न ता न अयौत् अयौत् इति रूपं निष्पन्नं भवति ताम् इति हलादि अपि तस्ति अतः अत्र गुणनिषेधः अयुताम् इति रूपं निष्पन्नं भवति अन् इति अजादि अपि तस्ति अतः इको एनचि तं प्रभाज्य सार्वधातुकार्धधातुकयोः सार्वधातुकमपित् नित्वद्भूत्वा निति च गुणनिषेधः अनन्तरम् अत्र अचिष्णु धातु भ्रुवां युवर् यङ् उवङ्गौ इत्यस्य प्रसक्तिः अतः अत्र अयुवन् अयुवन् इति रूपं निष्पन्नं भवति भगिनि धन्यवादः महोदय क्षम्यतां महोदय ऐ एम् टेकिङ्ग् टैम् धन्यवादः लङ्लकारे मध्यमपुरुषे श तं त इति रूपं भवन्ति एकवचने श इति हलादि पित् अस्ति अतः युयोः श उतवृत्ति लिखि इति हलिसूत्रेण यु यौ इति वृद्धिः भवति यौषि यौष् न भवति अकारम् भवति आडुत्तम सारि आडुदात्त इत्यस्य अकारः पूर्वं भवति देन् सकारस्य स्थाने सस्वरुः करवसानयोः विसर्जनीय इति सूत्रः सूत्रयोः इति विसर्गं भवति सो असौह अयौह इति रूपम् अयौः देन् अनन्तरं तम् इति हलादि पित् सो मेलनमेव युतम् इति रूपं बहुवचने युत इति रूपाणि भवन्ति महोदय आयुतम् अयुत इति धन्यवादः उत्तमपुरुषे अम् व मा इति सिद्धतिङ् प्रत्ययः प्रथमं लुङ् लङ् लिङ्षु ष्वडुदातः इति सूत्रेण अडागमः भवति अयोगः यु योगः अम् अजादि आम् अजादि अस्ति पित् अस्ति अतः गुणकार्यं भवति यु यो भवति यो आयोगः यो योगः अम् अनन्तरम् अत्र एचो यवः इति सूत्रेण अव् आदेशः भवति अयोगः यकारः योगः अव्योगः अम् अयवम् इति भवति अनन्तरं व म तत्र तु हलादि अस्ति अपित् अस्ति अतः वर्णमेलनम् एव अयुव अयुम अयवम् अयुव अयुम अयुम विधिलिङ्ग लकारे सर्वत्र हलादि अस्ति अपित् अस्ति अतः गुणनिषेधः केवलं वर्णमेलनम् एव यूयात् यूयातां यूयुः यूयाः यूयातं यूयात यूयां यूयाव यूयाम महोदय पठामि वा एवमेव अवशिष्टः अष्टौ सामान्यः दातवः कुशब्दे कौति चुशब्दे चौति चिणु तेजने चिनौति नुस्तुतौ नौति द्यु अभिगमने द्यौति शु प्रसवैः वयोर्ह प्रसवने प्रसवैश्वर्योः थैंक यू धन्यवादः सुब्रह्मण्य महोदय प्रसव वर्योः शौति इति स्नु प्रसवनेव स्नौति अनन्तरं हनु अपनेने नित्वत्वात् आत्मनेपथ्यरूपं हुनत्येव महोदय अत्र हनुते ओके कदाचित् भवति तत्र अधः तु उकारः अस्ति तस्य तु कुत्र अन्यत्र स्थापय तदेव करोति आटो करेक्षन् करोति अचिष्णु पठामि महोदय. अचिष्णु धातु ब्रुवां योर्यङौ श्णु प्रत्यान्त अङ्गस्य स्वादिगणस्य अङ्गस्य यथा शक्नु चिनु इत्यनयोः इकारान्त उकारान्त रूपी अङ्गस्य भ्रूप्रातिपदिकस्य च येषाम् इकारस्य उकारस्य स्थाने क्रमेण यङ् वङ् च आदेशः भवति अजादिप्रत्यये परे. शिनु प्रसङ्गे प्रत्यग्रहणे प्रत्यग्रहणे तदन्त पठामि वा ग्राह्याः परिषा परिभाषा वदति इति परिभाषा तथा विधिः महोदय अनुवृत्तिसहितसूत्रं पठामि वा अल पूर्वम् अनेन न कष्टं न कष्टं न अनेन यस्य अङ्गस्य अन्ते श्नु प्रत्ययः स्यात् तस्मात् दर्तद इत्यर्थः. यो इति विशेषेण धातुः शब्दस्य एव यतोहि श्नु प्रत्ययान्तङ्गं ब्रूप्रातिपदिकं च उकारान्तः एव अधः तत्र यङ् इत्यस्य प्रसक्तिः नास्ति. तर्हि धातु इत्येव अवशिष्यते यस्य कृतो यो इति विशेषणं योभ्यां योग्यं येन विदितन्तस्य इत्यनेन यस्य धातोः अन्ते इकारः उकारः स्यात् इति अर्थः. अश्नु च धातुश्च ब्रूश्च तयोः इतरेतरदन्तः श्नु धातु ब्रुव तेषां श्नु धातु ब्रुवाम् इहि च उहु च तयोः इतरेतरदन्तः युः तयोः योः यङ् च वङ् च तयोः इतरेतरद्वन्द्वः यङ् वङ् अचि सप्तम्यन्तं दा श्नु श्नु धातु ब्रुवां षष्ट्यन्तं योः षष्ट्यन्तं यङ् वङ् प्रथमान्तम् अनेकपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं योः स्नु धातु ब्रुवाङ् अङ्गानां यङ् वङ् अचिपरे इति महोदय यत् न अहं जानामि तदेव उक्तवान् वदामि महोदय. आम् यत्र यत्र श्नु धातु इकारन्त उकारन्तः श्नु अनन्तरं धातु नन् प्रातिपदिकं ब्रु इति आगच्छति तत्र अचि परे ई स्थाने इक य इति रूपं ऊ स्थाने उव इति रूपं भवन्ति इति जानामि महोदय. तथा एव विवरणं इत्युक्ते श्नु श्नु इति प्रत्ययः अस्ति खलु धातुः नास्ति तर्हि श्नु इति प्रत्ययः एतत् परिभाषा अस्ति प्रत्यय अत्र एव महोदय निरतमस्ति खलु श्नु प्रसङ्गे प्रत्ययग्रहणे तदन्ताः ग्राह्याः इत्यनेन यत्र प्रत्ययः उक्तमस्ति चेत् तदन्ताः एव तेन ग्राह्याः इति तत्र अर्थः भवति परिभाषया तादृशं भवति. तर्हि श्नु इति यत्र उक्तमस्ति तत्र तु श्नु प्रत्यान्तम् अङ्गम् इति स्वीकरणीयम् अस्माभिः. श्नु इति धातुः नास्ति खलु प्रातिपदिकमपि नास्ति. श्नु इति विकरणप्रत्ययः अस्ति तर्हि तादृश अङ्गं यस्य अन्ते श्नु इति विकरणप्रत्ययः अस्ति तादृशम् अङ्गम् इति इत्युक्ते स्वादिगणे ये ये धातवः सन्ति तेषां सर्वेषामपि अत्र ग्रहणं भवति. अनन्तरं किं भवति इकारान्त उकारान्त युवोः इति एव उत्तम युवोः इत्युक्ते पूर्णतया युवोः इति कार्यं नास्ति खलु तर्हि केन विधिः तदन्तस्य इति सूत्रेण किं वदति केन विधिः इकार उकारयोः अन्तस्य एव भवति इत्युक्ते यस्य अन्तस्य इकार उकारः अस्ति तेषां विधिः विधीयते एतत् कार्यं विधीयते इति सूत्रं वदति इति परिभाषा वदति येन विधिस्तदन्तस्य तदपि परिभाषासूत्रम् तर्हि प्रत्यान्तम् अङ्गम् इकार उकारान्तरूपी अङ्गं यत्किमपि धातुः भवतु यस्य अन्ते इकारः वा उकारः वा अस्ति तादृशधातुरूपी अङ्गम् भवतु तर्हि तस्य अनन्तरं किं ब्रू इति प्रातिपदिकमस्ति तस्य ब्रू प्रातिपदिकस्य अपि इयङोङ्गादेशः भवति अचिपरे इति भवानित्युक्त्वा सम्यक् एव एतदेव परिशीलनीयम् इत्युक्ते स्नु इति प्रसङ्गे प्रत्ययग्रहणे तदन्ताः प्रत्ययग्रहणे तदन्ताः ग्राह्यः इत्यनेन स्नु प्रत्यान्तम् अङ्गम् इति स्वीकरणीयम् अस्माभिः स्नु अहम् उक्तवान् स्नु इति धातु इति उक्तवान् सम्यक् नास्ति आमामां तथा एव चिन्तयामः धातु नास्ति खलु तस्य अवगमनार्थमेव एतत् दत्तमस्ति किमर्थं श्रुतु सर्वदा धातोः अनन्तरमेव आयाति इति कृत्वा अस्माकं मनसि तादृशचिन्तनं भवति श्नु धातु इति कुत्रचित् भवति किन्तु तथा नास्ति विकरणप्रत्ययः अस्ति तर्हि प्रत्ययग्रहणे तदन्ताः ग्राह्या इति सूत्रं वदति धन्यवादः महोदय धन्यवादः इदानीम् अत्र ऊर्णु आच्छादने इति धातुः ऊर्णोते विभाषा ऊर्णु धातोः उकारस्य विकल्पेन वृद्धिः हलादिप्रति प्रत्यये परे ऊर्णु योगः ति ऊर्णौति विकल्पेन ऊर्णोति अपि अत्र प्रथमम् अस्ति ऊर्णुधातुविषये सूत्रमस्ति ऊर्णोतेर्विभाषा इति अत्र ऊर्णुधातोः यः अन्त्ये उकारः अस्ति तस्य विकल्पेन वृद्धिः भवति कदा इत्युक्ते हलादिपित्ति प्रत्यये परे एव अतः अत्र सूत्रमपि पठामि वा भगिनि सूत्रमस्ति ऊर्णोतेर्विभाषा इति ऊर्णुधातोः उकारस्य विकल्पेन वृद्धिः हलादिपिति पित् सार्वधातुकप्रत्यये परे अलोन्त्यस्य इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने वृद्धि आदेशः ऊर्णोतेः षष्ठ्यन्तम् विभाषा प्रथमान्तं द्विपदमिदं सूत्रम् उतो वृद्धिर्लुकि हलि इत्यस्मात् वृद्धिः हलि इत्यनयोः अनुवृत्तिः नाभ्यस्तस्याचि पिति सार्वधातुके इत्यस्मात् पिति सार्वधातुके इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं पूर्णोतेः अङ्गस्य विभाषावृद्धिः हलिपिति सार्वधातुके अत्र सूत्रमस्ति ऊर्णुधातुविषये एव अस्ति ऊर्णुधातोः अन्त्य उकारः यः अस्ति तस्य साधारणतया तस्य गुणः भवति पित् सार्वधातुकप्रत्यये परे परन्तु अस्मिन् सूत्रेण अत्र यदि धातोः अनन्तरं हलादि क्वित् सार्वधातुकप्रत्ययः अस्ति चेत् विकल्पेन उकारस्य वृद्धिः भवति इति अस्ति अत्र ऊर्णधातोः ऊर्णोते इत्यस्य अत्र अलोन्त्यस्य इति सूत्रेण अत्र अङ्गान्तस्य वर्णस्य स्थाने एव वृद्धि आदेशः न तु पूर्ण धातोः अत्र ऊर्णोत्तेः इति षष्ठ्यन्तं यद्यपि ऊर्णोत्तेः अस्ति अत्र अलोन्त्यस्य इत्यनेन अङ्गान्तस्य वर्णस्य एव इत्युक्ते उकारस्य एव वृद्धि आदेशः भवति. विभाषा इत्युक्ते विकल्पेन तत्तु प्रथमान्तमस्ति. सूत्रं द्विपदमस्ति. अनन्तरम् अत्र उतो वृद्धिर्लुकि हलि इति सूत्रात् अत्र वृद्धिः हलि द्वयोः अपि अनुवृत्तिः भवति. नाभ्यस्तस्याच् पिति सार्वधातुके सूत्रात् अत्र पिति सार्वधातुके द्वयोः अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः भवति. अनुवृत्तिसहितसूत्रमस्ति. ऊर्णोतेः अङ्गस्य विभाषावृद्धिः हलि पिति सार्वधातुके इत्युक्ते ऊर्णोतेः अङ्गस्य इत्युक्ते अत्र ऊर्ण् धातोः अन्तिम उकारस्य विभाषा इत्युक्ते विकल्पेन वृद्धिः भवति. कदा इत्युक्ते हलिप् इति सार्वधातुके परे अस्ति चेत्. अतः इदानीम् ऊर्णु योगः, ऊर्णु इति तु परस्मैपदी धातुः अस्ति, अतः ऊर्णु योगः ति प्रथमपुरुष एकवचने ति इति हलादि पिप् प्रत्ययः अस्ति. अतः अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यम् इत्युक्ते ऊर्णुयोगः ति उकारस्य गुणः भूत्वा ओकारः ऊर्णोति इति रूपं भवति. विकल्पेन ऊर्णोते विभाषा इत्यस्मात् अत्र उकारस्य वृद्धिः भवति इत्युक्ते औकारः भवति ऊर्णौति इति विकल्पेन भवति. ऊर्णतेर् इति किमर्थमस्ति? ऊर्णोतेः इति तत्र मया न कस्य षष्टिविभक्ति कथम् इति भवति इति. ऊर्णोतेः षष्ट्यन्तम् अत्र ऊर्णु प्रायः महोदयं पृच्छामि. ऊर्णतया ऊर्णु अस्ति वा भगिनि? ऊर्णुञ्जति अस्ति, नकारः अस्ति प्रायः, तदर्थमेव अत्र नकारः आगच्छति वा भगिनि? किमर्थम् अत्र ऊर्णो इति गुणम् इति भूत्वा तेः इति अस्ति प्रायः? अहम् अवगच्छामि महोदय, जानामि. एतदासीत् खलु यत्र ऊर्णधातोः उकारस्य इति भूत्वा न भगिनि अत्र? न एकम् अन्यत् कार्यम् अस्ति तत्र, अहं वदामि महोदय, किञ्चित् समयं ददातु, इदानीं स्मरामि. धातोः सूचनां ददाति धातुनिर्देशः. अतः परन्तु अतः तेः तिकारः ति अस्ति, इक्ष्तिपौ धातुरुद्य. धन्यवादः भगिनि. तेः इति किमर्थम्? ती अस्य चेत् तेः भवति खलु, इकारस्य तु एकारः भवति खलु, षष्ठी. भगिनी पठति वा? गुणोप्रकृते ऊर्णु धातोः उकारस्य गुणः एव भवति, न तु वृद्धिः. अप्रकृते हलादिपित् सार्वधातुकप्रत्यये परे अप्रकृत एकाल् प्रत्ययः इत्यनेन यस्मिन् प्रत्यये एक एव वर्णः अल् तस्य अपृक्तसंज्ञा भवति. हलादिपित्सु लङि इत् इस् इति द्वौ प्रत्ययौ स्तः, अतः तयोः परयोः केवलं गुणः भवति, न तु वृद्धिः. अन्यत् सर्वं यू धातुरिव. गुणो प्रकृते इति सूत्रमस्ति, तद् ऊर्णोते विभाषा इति सूत्रस्य अपवादसूत्रमस्ति. सूत्रं वदति अप्रकृत् एकाल् प्रत्ययः, यस्य प्रत्ययस्य एक एव अल् तस्य अप्रकृतसंज्ञा भवति. एकश्चासौ अल् एकाल् कर्मधारयः. अप्रकृत प्रथमान्तम्, एकाल् प्रथमान्तं, प्रत्ययः प्रथमान्तं, त्रिपदम् इदं सूत्रं. सूत्रं स्वयं सम्पूर्णम्. एकाल् प्रत्ययः अप्रकृतः. यस् अप्रकृत इत्युक्ते एक एव संज्ञा यत्र अस्ति, एक एव अल् यत्र अस्ति तत् अप्रकृतसंज्ञा इति वदामः. अत्र तु प्रत्ययः एक एव प्रत्ययः, अल् अल् अल् अल् प्रत्ययः एक एव अस्ति चेत् तद् अप्रकृतसंज्ञा. अत्र तु तकारः सकारः इति लङ् लकारे अस्ति, तद् अप्रकृतसंज्ञा प्रत्ययः. आम् गुणोप्रकृते ऊर्णदातोः उकारस्य गुणः एव भवति, न तु वृद्धिः. अप्रकृते हलादिपित् सार्वधातुकप्रत्यये परे अलोन्त्यस्य इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने गुणादेशः. गुणः प्रथमान्तम्, अप्रकृते सप्तम्यन्तं, द्विपदम् इदं सूत्रम्. उतो वृद्धिर्लुकि हलि इत्यस्मात् हलि इत्यस्य अनुवृत्तिः. नाभ्यस्तास्याचि पिति सार्वधातुके इत्यस्मात् पिति सार्वधातुके इत्यनयोः अनुवृत्तिः. ऊर्णोते विभाषा इत्यस्मात् ऊर्णोतेः इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम्. ऊर्णोतेः अङ्गस्य गुणः हलि पिति अप्रकृते सार्वधातुके. अत्र सूत्रस्य अर्थः अस्ति ऊर्णुधातोः, यदा ऊर्णुधातोः अस्ति तस्य ऊकारस्य गुणः भवति, वृद्धिः न भवति. कुत्र इत्युक्ते अप्रकृते एक एव संज्ञा अल् वर्णः अस्ति चेत् एक एव अल् प्रत्ययः अस्ति चेत् हलादिपित् सार्वधातुकप्रत्यये परे अस्ति चेत् एक एव अल् तदपि हलादि पित् सार्वधातुकप्रत्ययः अस्ति चेत्. अस्तु भगिनि, लटि रूपाणि वा? आम्, ऊर्णु इति अङ्गमस्ति, तीतः अन्ति प्रथस्मैपदिरूपं, परस्मैपदि तीतः अन्ति. ती तु हलादि अस्ति, पित् अस्ति. हलादि पित् अस्ति इत्युक्ते ऊर्णोतेः विभाषा इति सूत्रेण वृद्धिः भवति विकल्पेन. अनन्तरं सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणं भवति. गुणं भवति चेत् ऊर्णोति, वृद्धिः भवति चेत् ऊर्णौति. तः इति हलादि अस्ति, अपित् अस्ति. तत्र तु केवलं गुणकार्यं तत्र नास्ति, गुणनिषेधः. ऊर्णुतः अन्ति इति अजादि अस्ति, अपित् अस्ति, गुणनिषेधः. अनन्तरम् अचिष्णुधातुगुवां युवर्यङ्गौ इति सूत्रेण उवङ् आदेशः भवति. ऊर्णु योगः उवङ् ऊर्ण योगः उवङ् योगः अन्ति ऊर्णुवन्ति. महोदय, मध्यमपुरुषे शी तः ऊर्णु योगः शी, अत्र ऊर्णुतेः विभाषा इति सूत्रेण ऊर्णु नौ विकल्पेन नौ भवति, गुणः अपि वृद्धि भवति, गुणः अपि भवति. सो ऊर्णौ षि इति रूपम्, ऊर्णोषि इति अपि द्विरूपं भवति. अत्र सकारः ऊर्णोतेः विभाषा सूत्रेण इत्यनेन वृद्धिः भवति, न वृद्धिः भवति गुणं भवति तदेव सूत्र विकल्पेन अल्ल वृद्धिः भवति तन् अनन्तरं न विकल्पेन वृद्धिः इति एव उक्तमस्ति. तत्र तु अन्यत् वैकल्पिकं रूपं किम् इति न उक्तमस्ति सूत्रे. न उक्तं न उक्तं गुणं भवति इति न उक्तं. अन्यत् किमपि अपि भवितुमर्हति खलु. तर्हि केन सूत्रेण तत्र वृद्धि सार्वधातुकार्थ अत्र गुणः भवति किल? आमां तर्हि सार्वधातुक अर्धातुकयोः इत्यनेन एव तत्र गुणं भवति. गुणः भवति. सारि महोदय. सारि इति मा वदतु महोदय. सर्वे तु छात्राः स्मः. अनन्तरम् अतः ऊर्णौषि ऊर्णौषि इति अनन्तरं चकारः आदेशे प्रत्ययोः इति सूत्रेण चकारः शकारः भवति. अतः ऊर्णौषि ऊर्णोषि इति रूपम्. अनन्तरं तः हलादि अपित् गुणनिषेधः. अतः मेलनमेव ऊर्णौति ऊर्णुतः. अनन्तरं बहुवचने अपि ऊर्णुत इति आहत्य ऊर्णौषि ऊर्णोषि ऊर्णुतः ऊर्णुत इति रूपं भवति महोदय. उत्तमपुरुषे मी वः मह मी हलादि पित् अत्र पित् अस्ति चेत् ऊर्णोतेः विभाषासूत्रं कार्यं करोति. नो ऊर्णौ इति वृद्धिः भवति सार्वत विकल्पेन. सो अत्र सर्वतोः ऊर्णो इति अपि भवति. सो अतः ऊर्णौमि ऊर्णोमि इति द्विरूपं भवति. वह मह हलादि अपित् अतः मेलनमेव गुणनिषेधः. ऊर्णुवः ऊर्णुमः इति रूपाणि भवन्ति महोदय. धन्यवादः सुब्रह्मण्यः. धन्यवादः. इदानीम् अत्र प्रथमपुरुष लोट्लकारः तु ता ताम् अन्तु सिद्धतिङ् प्रत्ययाः. ऊर्णुयोगः तु हलादि पित् अस्ति अतः प्रथमं सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यम्. उकारस्य गुणः भूत्वा ओकारः ऊर्णोतु इति रूपं. परन्तु अत्र ऊर्णोतेर्विभाषा इत्यनेन विकल्पेन उकारस्य वृद्धिः भवति. किमर्थं चेत् अत्र ति तु इति हलादि सार्वधातुकपित् प्रत्ययः अस्ति अतः ऊर्णोतेर्विभाषा इत्यस्य प्रसक्तिः अपि च कार्यम्. उकारस्य वृद्धिः भूत्वा औकारः ऊर्णौतु इति रूपं भवति. अत्र तात् इति सिद्धतिङ् प्रत्ययः अपि अस्ति लोट्लकारस्य प्रथमपुरुषे एकवचने. ऊर्णुयोगः तात् इति तु क्नित् अस्ति अतः क्निति च इत्यनेन गुणनिषेधः. ऊर्णुतात् इति रूपं. ताम् इति हलादि अपित् अस्ति अतः सार्वधातुकार्धधातुकयोः सार्वधातुकमपित् नित्वत् भूत्वा क्निति च इत्यनेन गुणनिषेधः. ऊर्णुताम् इति रूपं निष्पन्नम्. ऊर्णुयोगः अन्तु अजादि अपित् अस्ति अतः अत्र प्रथमं सार्वधातुकार्धधातुकयोः सार्वधातुकमपित् नित्वत् भूत्वा निति च इत्यनेन गुणनिषेधः. तस्मात् पूर्वम् एव अत्र इको एणचि इत्यस्य अपि प्रसक्तिः अस्ति परन्तु इदानीं तु अत्र अचिष्णु धातुभ्रुवां युवोरि यङ् वङ्गौ इत्यस्य प्रसक्तिः अपि च कार्यम्. अत्र उकारान्त धातु अङ्गमस्ति अतः उकारस्य अनन्तरम् अत्र अच् अजादि प्रत्ययः अपि, अतः उकारस्य उवङ् आदेशः ऊर्णुवन् ऊर्णु योगः अन्तु ऊर्णुवन्तु इति रूपं निष्पन्नं भवति. ऊर्णुवन्तु इति रूपं निष्पन्नं भवति. आहत्यत्र ऊर्णौतु ऊर्णोतु ऊर्णुतात् ऊर्णुताम् ऊर्णुवन्तु मध्यमपुरुषे मध्यमपुरुष सिद्धतिङ् प्रत्ययाः हि तात् तं त अत्र सर्वे हलादि अपित् प्रत्ययाः अतः अत्र सार्वधातुकार्धधातुकयोः सार्वधातुकमपित् अपित्वात् नित्वत् अतः क्निति च इत्यनेन गुणनिषेधः ऊर्णुहि ऊर्णुतात् ऊर्णुतम् ऊर्णुत. धन्यवादः महोदय. भगिनी कृतवती वा? भगिनी करोति वा? आम्, अत्र तु उत्तमपुरुषे आनी आव आम सर्वे अजादिपित् अस्ति. अजादिपित् इति कारणात् गुणः भवति सार्वधातुक अर्धधातुकयोः इति सूत्रेण. गुणं भूत्वा अनन्तरम् एचो यवायावः इति सूत्रेण अवादेशः भवति. ऊर्णवाणि ऊर्णवाव ऊर्णवाम. अनन्तरं केन सूत्रेण पुनः वदति वा भगिनि? पूर्ण अत्र प्रथमं अजादि अस्ति पित् अस्ति अतः सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः ऊकारः ओकारः भवति. अनन्तरं ओकारः आकारः अस्ति अतः एचो यवायावः इति सूत्रेण अवादेशः अवादेशः. न ममापि किञ्चित् भ्रमः जातः तद् ऊ ओ भवति ओ अनन्तरम् अतः एव अनन्तरम् एतदपि लङ्लकारस्य उत्तमपुरुषं लङ्लकारस्य प्रथमपुरुषः. आम् लङ्लकारस्य प्रथमपुरुषे तु तकारः ताम् अन्नति अस्ति सिद्धतिङ्कृत्याः तकारः अल्वर्णः. अत्र अपवादत्वेन गुणोपृक्ते गुणोपृक्ते इति सूत्रेण गुणः भवति वृद्धिः न भवति. प्रथमम् आडजादीनाम् इति सूत्रेण आकारः आगच्छति आयोगः ऊर्णुयोगः सकारः. गुणोपृक्ते इति सूत्रेण उकारः ओकारः भवति. अनन्तरम् आयोगः ऊर्णोयोगः तकारः. महोदय मनः महोदय म्यूट् करोति वा किञ्चित् अहं स्टाटिक् आयोगः ऊर्णोयोगः तकारः गुणोपृक्ते इति सूत्रात् अनन्तरम् आटश्च इति सूत्रेण वृद्धिः भवति. इदानीम् आयोगः ऊ भवति क्षम्यताम् औ भवति वृद्धिः औ भवति और्णोत्. अत्र वयं पुष्प अष्टाध्यायीसूत्रपाठः तदपि पश्यामः वा? षड्विंशति अधिकशततमपुटे षड्विंशति अधिकशततम् गुणोप्रकृ सार्वधातुक आर्धधातुकयोः इति अस्ति चतुरशीतितमसूत्रम्, अनन्तरं पुगन्तलघुपदस्य च इति षडशीतितमसूत्रम्, अनन्तरं उतोवृद्धिलुक्यहलि इति अस्ति, तस्य अपवादः अस्ति ऊर्णोति विभाषा इति, खलु अपवादमेव भवति खलु, यदि ऊर्णोति विभाषा न कार्यं करोति चेत् अस्य सूत्रस्य विभाषा इति अस्ति, आम् अस्य सूत्रस्य तु निरवकाशं भविष्यति खलु, तर्हि अपवादत्वं प्रतिपदोक्तत्वमपि अस्ति अपवादत्वमपि अस्ति खलु, अपवादत्वमस्ति अत्र अनन्तरं तस्यापि पुनः प्रतिप्रसवः इत्यनेन गुण प्रतिप्रसवः इति न वक्तुं शक्नुमः खलु, गुणोकृते इति निषेधयति, तस्यापि अपवादः अस्ति गुणोकृते इति, एकत्र एव सन्ति सर्वे सूत्राणि. धन्यवादः, क्षम्यतां मम किञ्चित् गुणोकृते इति ऊर्णोते विभाषा उतो वृद्धिर्लुकि हलि द्वयोः सूत्रस्य अपवादः इति भवती वदति वा? दृक्ते इति एव एकसंज्ञा इति एव अस्ति, किमपि धातोः विषये वा इति न आगच्छति. आम् तो आम् ऊर्णोतेः एव प्रतिपदति. द्विवचनं किल, ताम् ताम् अस्ति, तद् हलादि अस्ति, अप्रित् अस्ति, गुणनिषेधः प्रथमम् आडजादीनाम् इति आडागमः, आयोगः ऊर्णुयोगः तम् ताम् गुणनिषेधः ऊर्णु ताम्, अनन्तरम् आटस्य इति वृद्धिकार्यम् आयोगः औ भवति और्णु ताम्, अनन्तरम् अन् इति अजादि अस्ति परन्तु अप्यत् अस्ति, अचिष्णु धातु ब्रुवां युवोर् यङ् वङ्गौ इति सूत्रेण उवङ् आदेशः भवति, आडजादीनाम् आयोगः ऊर्णुयोगः अन् उकारस्य स्थाने उवङ् अयोगः ऊर्ण ओगः उव योगः अन् आटश्च वृद्धिः और्णुवन् और्णुत् और्णुताम् और्णुवन् महोदय मणिमहोदय मध्यमपुरुषोत्तमपुरुष उभयोः महोदय मध्यमपुरुषे स तं त इति रूपं भवन्ति लङ्लकारे अडुतात इति धातु पूर्वम् आय इति रूपं भवति आय योः ऊर्णु योः सः स महोदय अत्र लुङ् लङ्षु अडुतातः प्रसक्तिः अस्ति किन्तु तद् प्रबाद्य आडजादीनाम् इति आडजादीनम् स्वरः अस्ति किल ऊर्ण ऊर्णस्वरः अस्ति न अतः आडजादीनां सूत्रं कार्यं करोति आड् योः ऊर्णो योः श ऊर्णो इति भवति अत्र आटस्य इति सूत्रेण औ इति और्णु इति रूपं भवति और्णु योः स अत्र आटस्य न करोसनैव सज्जनीयोः सस्योरुः प्रथमं सस्योरुः तदनन्तरं और्णु श इति रूपम् अस्ति किल और्णोः इति रूपं भवति वैकल्पिकं रूपमपि भवति खलु ऊर्णोते विभाषा ऊर्णोते विभाषा इत्यनेन वैकल्पिकं रूपं भवति प्रसक्तिः अस्ति खलु, प्रसक्तिः अस्ति भवति, तदेव गुणप्रत्यय इति सूत्रेण णोः इति एकः वर्णः अस्ति किल, अत्र गुणः एव भवति न वृद्धिः, सो और्णो और्णोः इति रूपं महोदय. अनन्तरं आड् ऊर्णो योः तं पूर्वम् आड् अत्र आडजादीनाम् अण्ड् आटच् इति सूत्रेण और्णु मेलनमेव और्णु तम् इति भवति. दन् बहुवचने हलादि अपि तदेव और्णुत इति रूपम्, और्णो और्णोः और्णुतम् और्णुत इति रूपाणि भवन्ति महोदय. उत्तमपुरुषे अम् अजादिपित् अस्ति, आटजादीनाम् आकारः ऊर्णु योगः अम् आटच इति सूत्रेण और्णु इति भवति. अजादिपित् अस्ति, ओ यत्र गुणकार्यं भवति ऊकारः गुणकार्यं भवति, अनन्तरं एचोयाः इति सूत्रेण अवधि भवति किल, सो और्णु वम् इति रूपं भवति महोदय, और्णवम् और्णवम् अनन्तरं और्णवं महोदय, और्णवम् इति रूपं द्विवचने हलादि अपित्वा बहुवचने अपि मा हलादि अपित् मेलनमेव और्णव दन् और्णम इति रूपं भवति महोदय. धन्यवादः भगिनि. अत्र सर्वे हलादि अपित् सन्ति, अतः अत्र सार्वधातुक अर्धधातुकयोः सार्वधातुकम् अपि नित्वद्भूत्वाक्नेति च इत्यनेन गुणनिषेधः, अतः ऊर्णुयोगः यात् ऊर्णुयात् ऊर्णुयाताम् ऊर्णुयुः ऊर्णुयाः ऊर्णुयातम् ऊर्णुयात ऊर्णुयाम् ऊर्णुयाव ऊर्णुयाम. अस्तु महोदय. अत्र अन्ते एकं वाक्यमस्ति, तदपि पठित्वा आसनेपदी रूपाणि आरम्भामः खलु, दशनिमेषाः सन्ति तर्हि प्रातः तदपि. अत्र अन्तिमवाक्यं अत्र निद्वात् इति अस्ति प्रायः, एकनिमिषं सङ्गणके पश्य इत्यस्य अनन्तरम् अन्यत् सर्वं यु धातुरिव अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि इति दत्तम् अनन्तरम् अग्रे अनन्तरम् ऊर्णो ऊर्णोतेर्विभाषा प्रत्यय ऊर्णोतेर्विभाषा तत् पठामि वा सूत्रस्य यत्र विवरणं दत्तमस्ति तदनन्तरम् एकं वाक्यम्. एकनिमिषः भगिनि, मम इदानीमेव अस्ति. ण्यत्वाद् ऊर्णुन् धातुः उभयपदि, आत्मनेपदे ऊर्णुते ऊर्णुवाते ऊर्णुवते इत्यादीनि रूपाणि. आत्मनेपदरूपाण्यपि अस्ति भगिनि. आरम्भं करोमि वा आत्मनेपदी? आत्मनेपदी अत्र प्रथमपुरुषलट्लकारे ते आते अते, इदानीम् ऊर्णुयोगः ते ते इति हलादि अपित् अस्ति, अतः गुणनिषेधः ऊर्णुते आते इति अजादि अपित् अस्ति, अतः अत्र गुणनिषेधः पुनः. अचिष्णु धातु भ्रुवां युवर् यङ् वङ्गौ इत्यस्य प्रसक्तिः अपि च कार्यम्. अतः उकारस्य उवङ् आदेशः, अतः ऊर्णुवाते अते इति ऊर्णुवते आहत्य ऊर्णुते ऊर्णुवाते ऊर्णुवते इति रूपाणि. मध्यमपुरुषे अत्र से आथे द्वे ऊर्णुयोगः से, से इति हलादि अपि तस्ति, अतः सार्वधातुकार्धधातुकयोः सार्वधातुकमपि नित्वद् भूत्वा नितिचैत्यनेन गुणनिषेधः. अनन्तरम् अत्र आदेशप्रत्यययोः इत्यनेन अत्र अपदान्तस्य सकारस्य मूर्धन्य षकारः भवति. तत्पूर्वम् उ अस्ति, अतः ऊर्णुषे इति रूपं भवति. ऊर्णुयोगः आथे यथा प्रथमपुरुष द्विवचने अस्ति तथा एव ऊर्णवाथे, ऊर्णुयोगः द्वे पुनः अत्र गुणनिषेधः ऊर्णुद्वे. आं भगिनि, ए वहे महे इति अस्ति उत्तमपुरुषे. ए इति अजादि अपित् अस्ति, अजादि अपित् इति कारणात् गुणनिषेधः. अनन्तरं अचिष्णुधातु भ्रुवां युवर् यङ् उङ्गौ इति सूत्रेण उवङ् आदेशः. ऊर्णु योगः ए, ऊर्ण उव योगः ए, ऊर्णवे ऊर्णवे इति अस्ति. ऊर्णुवे ऊर्णुवे बहे महे तु हलादि अप्तित् अस्ति, अतः गुणनिषेधः. ऊर्णुवहे ऊर्णुव महे, ऊर्णुवे ऊर्णुवहे ऊर्णुमहे. अनन्तरं लोटि लोट् अपि वा, लोटि प्रथमपुरुष प्रथमपुरुषे ताम् आताम् अथाम् तत् तां तु हलादि अपित् अस्ति, अत्र गुणनिषेधः नीतिचतिसूत्रेण. ऊर्णुताम् आताम् अथाम् द्वौ अपि अजादि अपित् अस्ति, अचिष्णु धातु भ्रुवां युवर् यङ् वङ्गौ इति सूत्रेण उवङ् आदेशः. ऊर्णुवाताम् ऊर्णुवताम् ऊर्णुताम् ऊर्णुवाताम् ऊर्णुवताम् अस्तु भगिनि. मध्यमपुरुषे स्वः आतां द्वम् इति रूपाणि स्वः स्वः इति स्व स्व स्व स्व इति ऊर्णु योग स्व हलादि अपित् अतः गुणनिषेधः ऊर्णुष्व इति रूपम् आदेशे प्रत्ययोः इति सूत्रेण सकारः सकारः भवति ऊर्णुष्व इति ऊर्णुष्व इति. अनन्तरं द्विवचने आताम् ऊर्णुयोः आताम् आताम् अजादि अपित् अधः गुणनिषेधः. अनन्तरम् अचिष्णु ब्रु अचिष्णु धातु ब्रुवां युवोर् यङ्गौ सूत्रेण ऊकारस्थाने अव आदेशः, अधः ऊर्णवाताम् इति रूपं बहुवचने हलादि अपि मेलनमेव ऊर्णु ऊर्णुवातां दीर्घं भवति किल ऊर्णुवातां बहुवचने ऊर्णुद्वम् इति ऊर्णुष्व ऊर्ण्वाताम् ऊर्ण्वम् इति रूपाणि भवन्ति महोदय. उत्तमपुरुषे ऐ आवहै आमहै ऊर्णुयोगः ऐ ऐ इति पित्तस्य महोदय अरपित्त पित्तस्य ऊर्णुयोगः ऐ गुणकार्यं भवति ऊर्णु योगः ऐ ऊर्णु इति भवति अनन्तरम् अव अचव्याः इति सूत्रेण अव आदेशः लक्ल महोदय अव अव इति रूपं भवति ऊर्णु वे इति रूपम् ऊर्णवे इति रूपं भवति अनन्तरं द्विवचने आवहै अजादि अपित् अधः अचिष्णु धातु इति सूत्रं कार्यं करोति ऊर्णु उकारस्थाने अव आदेशः उव आदेशः न महोदय न पूर्वं सूत्र पित्त इल्ल राङ्ग्ली ऐ टोल्ड् महोदय फस्ट् प्रथम एचवयास्ति अचिष्णु धातु इति सूत्रम् उक्तवान् सो अत्र अत्र गुणः भवति अनन्तरं एच सूत्रेण अवादेशः ऊर्णवा ऊर्णवा वहै ऊर्णवा महै इति रूपाणि. धन्यवादः महोदय. धन्यवादः. भगिनी कृतवती वा? अधुना एव कृतवती महोदय. सुब्रह्मण्यं भगिनी अत्र उत्तमपुरुष एकवचने ऐ इति अपृक्तप्रत्ययः भवति खलु, अतः अत्र गुणोपृक्ते इत्यस्य कारणतः गुणकार्यं भवति. सारी महोदय, अत्र अद् अलादि अल् वर्णे एव गुणकार्यम् अपृक्ते सूत्रं कार्यं करोति. अत्र अपि भवति हलि एव, हलि एव. भवान् सम्यक् एव उक्तवान् महोदय, हलि एव अत्र समीचीनमेव. अत्र सार्वधातुकार्धधातुकयोः यद्यपि अत्र अपृक्तप्रत्ययः अस्ति परन्तु गुणोपृक्ते इत्यस्य कार्यं न भवति. अत्र यदा महोदयः उक्तवान् अत्र हल् प्रत्यय हलादिप्रत्ययः न, अतः अजादि अपित् अपि नास्ति, हलादि क्षम्यतां हलादिपित् एव नास्ति. तर्हि ऊर्णोतिर्विभाषा इत्यस्य कार्यं नास्ति, गुणोप्रत्यय इत्यस्यापि कार्यं नास्ति, तदपि हलि एव कार्यं खलु. हलि हल् नास्ति अतः. इदानीम् अत्र लङ्लकार प्रथमपुरुष रूप सिद्धतिङ् प्रत्ययाः त आताम् अत ऊर्णु इति धातुः अस्ति. प्रथमम् अत्र अडाजादीनाम् इत्यनेन आकार आदेशः भवति आदौ. आयोगः ऊर्णु योगः त त इति हलादि अपित् अस्ति, अतः कोऽपि कार्यं न, गुणनिषेधः. आयोगः ऊर्णु अत्र आटश्च इत्यनेन उकारस्य वृद्धिः प्रथमम् आडजादीनाम् अनन्तरम् आटश्च इत्यनेन वृद्धिः भवति खलु भगिनि चिन्तितम् आयोगः ऊर्णुयोगः त इदानीम् आटश्च इत्यनेन अत्र उकारस्य वृद्धिः औ भवति और्णुयोगः त और्णुत इति रूपं भवति आयोगः ऊर्णुयोगः आताम् अत्र गुणनिषेधः आतामिति अजादि अपित् अस्ति अचिष्णु धातुभ्रुवां युवोर्यङ् वङ्गौ इत्यनेन अत्र उकारस्य उवङ् आदेशः ऊर्णु व इति रूपं भवति आयोगः ऊर्णुव योगः आताम् इदानीम् आटश्च इत्यनेन ऊकारस्य वृद्धिः और्णुव योगः आताम् और्णुवाताम् इति रूपं तथा एव और्णुवत इति रूपम् आहत्य अत्र और्णुत और्णुवाताम् और्णुवत इति रूपाणि अत्र प्रथमपुरुष लङ्लकारे मध्यमपुरुषरूपाणि अत्र सिद्धतिङ्प्रत्ययाः थाः आथां ध्वं सर्वे अत्र अपित् प्रत्ययाः थाः इति हलादि अपित् अतः आयोगः ऊर्णुयोगः थाः और्णुथाः इति रूपं भवति यथा और्णुत प्रथमपुरुषे एकवचने आथाम् इति अजादि अपित् अजादि अपित् अस्ति अतः यथा प्रथमपुरुषद्विवचने भवति तथा एव और्णुवाथाम् इति रूपं भवति ध्वम् इति हलादि अपित् अस्ति अतः यथा प्रथमपुरुष एकवचने और्णुध्वम् इति रूपं भवति आहत्य और्णुथाः और्णुवाथाम् और्णुध्वम् इति रूपाणि भगिनी करोति वा शिष्टं यत् अस्ति ई वहि महि ई अजादि अस्ति अपित् अस्ति प्रथमम् आडजादीनाम् इति सूत्रेण आडागमः भवति आयोगः ऊर्णुयोगः ई अनन्तरं अचिष्णु धातु भुवां योर् यङ् वङ्गौ इति सूत्रेण उवङ् आदेशः भवति आयोगः ऊर्ण ओगः उव उवयोगः इ उवयोगः इ तु उवि इति भवति और्णुवि इति रूपं वा आटश्च अनन्तरम् और्णुवि वहि महि तु हलादि अस्ति अपित् अस्ति और्णुवहि और्णुमहि और्णुवि और्णुवहि और्णुमहि विधिलिङ्ग् सर्वे अजादि अपित् प्रत्ययाः अजादि अपित् अशमित् आम् अजादि अपित् एव आम् अजादि अपित् अतः अचिष्णु धातु भुवां योर् यङ् वङ्गौ इति सूत्रस्य प्रसक्तिः आम् तत् कार्यं करोति अत्र ऊर्णु योगः ईत ऊर्णुयोगः उव योगः ईत ऊर्णुवीत ऊर्णुवीयाताम् ऊर्णुवीरन् समीचीनं वा भगिनि ऊर्णुवीताः ऊर्णुवीयाताम् ऊर्णुवीध्वम् ऊर्णुवीय ऊर्णुवीवहि ऊर्णुवीमहि धन्यवादः भगिनि दीपावलिशुभाशयाः आं भगिनि दीपावलि सर्वे दीपावलिशुभाशयाः धन्यवादः दीपावलि पुनिश्च करोति.